अस्तु, तर्हि इदानीं गुणस्य व्याप्याव्याप्यम् इति व्याप्याव्याप्यं च वृत्तित्वम् इति करपत्रे वयम् इदानीं स्मः. अत्र अवच्छेदकस्य विषये किञ्चित् वयं दृष्टवन्तः. तत्र अवच्छेदकता इति, द्विविध अवच्छेदकता इति एतावत्पर्यन्तं दृष्टवन्तः. तत्र अन्यून अतिरिक्त अवच्छेदकता इति एकं, द्वितीयमस्ति स्वरूपसम्बन्धरूप अवच्छेदकता इति. अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता इति प्रथमं, स्वरूपसम्बन्धरूप अवच्छेदकता इति द्वितीयं. तत्र अन्यून्य अनतिरिक्त वृत्तित्वरूप अवच्छेदकता इति विषये वयं घटस्य दृष्टान्तं स्वीकृत्य दृष्टवन्तः. तत्र घटे घटत्वम् इति अवच्छेदकमस्ति, प्रतियोगिता इति अवच्छेद्या अपि अस्ति. तत्र प्रतियोगिता अपि च घटत्वम् इत्युक्ते अवच्छेद्या अपि च अवच्छेदकं, तयोः मध्ये तत्र अन्योन्य अनतिरिक्तवृत्तित्वम् इति आसीत्. तर्हि तादृश अवच्छेदकता अन्योन्य अनतिरिक्त वृत्तित्वरूप अवच्छेदकता इति वयं दृष्टवन्तः. तत्र स्वरूपसम्बन्धरूप अवच्छेदकता इति विषये तत्र कपिसंयोगः इति दृष्टान्तः वयं स्वीकृतवन्तः. तत्र कपिसंयोगः इति विषये यदा वयं दृष्टवन्तः, तत्र पूर्वस्मिन् उदाहरणे इत्युक्ते घटत्वप्रतियोगिता इति उदाहरणे, यत्र यत्र घटत्वमस्ति तत्र तत्र प्रतियोगिता अपि अस्ति, यत्र यत्र प्रतियोगिता अस्ति तत्र तत्र घटत्वमस्ति इति कृत्वा तत्र तयोः मध्ये अन्योन्य अनतिरिक्तवृत्तित्वम् इति भावः अस्ति इति वयं दृष्टवन्तः. इदानीं कपिसंयोगः इति विषये, तत्र अवच्छेदकम् अस्ति अग्रभागः, अवच्छेद्या अस्ति अधिकरणता. तर्हि कीदृश अधिकरणता इति कोऽपि वक्तुं शक्नोति वा? कपि संयोगनिष्ठ आदेयता निरूपित अधिकरणता. उत्तमं, कपिसंयोगनिष्ठ आदेयता निरूपित अधिकरणता इति अवच्छेदकः, क्षम्यताम् इति अवच्छेद्या, अग्रभागः इति अवच्छेदकः. तर्हि तयोः मध्ये समानाधिकरण्यम् अस्ति वा इति प्रथमप्रश्नः. तर्हि उत्तरं किम्? समानाधिकरणं नास्ति इति किमर्थम् इत्युक्ते यत्र यत्र तत्र तत्र इति सम्बन्धः तयोः मध्ये नास्ति इति. किमर्थं नास्ति? प्रथमं सोपानेन गच्छामः. तर्हि अधिकरणतायाः इत्युक्ते कपिसंयोगनिष्ठ आदेयतानिरूपित अधिकरणता कुत्र अस्ति? अथवा कपिसंयोगस्य अधिकरणं किम्? अग्रभागे वृक्षस्य अग्रभागः. सत्यं, तर्हि तत्र अधिकरणता अस्ति वृक्षे. अधिकरणम् इति वृक्षः खलु. तर्हि तस्य अधिकरणतायाः अवच्छेदकः अस्ति अग्रभागः. तर्हि अधिकरणतायाः अधिकरणमस्ति वृक्षः, अग्रभागस्य अधिकरणं किम्? अग्रभागः कुत्र अस्ति? वृक्षे अस्ति वा? अग्रभागः वृक्षे अस्ति. आम्, अग्रभागः वृक्षे अस्ति. अस्तु, अवयवः अवयविनी वा उतः अवयवी अवयवेषु वा? वृक्षे न न वृक्षः इति इदानीं त्यजतु. अवयवः अवयविनी वा अथवा अवयवी अवयवेषु वा? अवयवी अवयवे अवयवेषु. अवयवी अवयवेषु, उत्तमं. तर्हि वृक्षः इति अवयवी वा अवयवः वा? वृक्षः इति अवयवी अस्ति. अग्रभागः इति अवयवः अस्ति. तर्हि कः कस्मिन्? वृक्षे अग्र क्षम्यताम् अग्रभागे वृक्षः अस्ति. उत्तमं. तर्हि अग्रभागे वृक्षः अस्ति, न तु वृक्षे अग्रभागः. तर्हि अग्रभागः अपि च अधिकरणता तयोः मध्ये समानाधिकरणम् अस्ति वा इदानीं? समानाधिकरणं नास्ति. समानाधिकरणं नास्ति. तर्हि समानाधिकरणं नास्ति इति कृत्वा तत्र स्वरूपसम्बन्धारूप अवच्छेदकता इति वयं तत्र अन्यप्रकारकः अवच्छेदकता इति स्वीकृतवन्तः. तर्हि तस्मात् आरभ्य पठामः. इत्युक्ते अत्र अत्र उपर्युक्तप्रश्नस्य उत्तरं दातव्यम् इति अस्ति खलु भगिनी, पश्यति वा रामप्रिया भगिनी? आम् आम् आम् आम्. तस्मात् किञ्चित् पठतु तत्र हा, किञ्चित् पुनस्मरणत्वेन तदनन्तरं नूतनविषयः आगच्छति. अत्र उपर्युक्तप्रश्नस्य उत्तरं दातव्यम्. अवयवः अवयविनी भवति किं? न एव. अवयवी अवयवे भवति समवायसम्बन्धेन, यथा घटः कपाले, तथैव वृक्षः अग्रे अग्रभागे अस्ति. शाखासु वृक्षः समवायसम्बन्धेन, अतः वृक्षः अग्रदेशे इति वक्तुं शक्यं, किन्तु विपरीतत्वेन अग्रदेशः वृक्षे इति न. तत्र केवलं षष्टिविभक्त्याः प्रयोगः. वृक्षस्य शाखाः वृक्षेण, वृक्षस्य शाखा इत्यनेन वृक्षसम्बन्धिनी शाखा तावदेव तावदेव वृत्तिनियामकसम्बन्धः इति सम्भवति. वृत्ति नियामकसम्बन्धः अपि वृत्तिनियामकसम्बन्धः अपि सम्भवति. वृत्तिनियामकसम्बन्धः अपि सम्भवति, किन्तु तत् अत्र कपिसंयोगवृक्षस्थले आहत्य सारांशः एवं यत् अग्रभागः वृक्षे इति न कदापि भवति. अत्र तु किं सम्बन्धः इति प्रश्नः अस्ति पूर्वस्मिन् पुटे. तस्य उत्तरम् अत्र अवयवः अवयविनी अस्ति वा न वा इति न एव न इति उत्तरम्. अवयवी अवयवे समवायसम्बन्धेन भवति. अवयवी अवयवे समवायसम्बन्धेन भवति. उदाहरणरूपेण घटः यदा कपाले समवायसम्बन्धेन भवति तदा एव तथैव वृक्षः अग्रभागे समवायसम्बन्धेन भवति. शाखासु अपि वृक्षः समवायसम्बन्धेन भवति. अतः एव अग्रदेशे वृक्षः इति वदामः चेत् तत्तु समीचीनमेव, परन्तु विपरीत रूपेण यदा अग्रदेशे वृक्षः क्षम्यताम् अग्रदेशे वृक्षः वृक्षे इति न वृक्षः अग्रदेशे इति समीचीनं. अग्रदेशः वृक्षे इति विपरीतं न वक्तव्यम्. षष्टिविभक्तिप्रयोगः इत्युक्ते अत्र वृक्षस्य शाखा इति आम् वृक्षस्य शाखा इति वक्तुं शक्नुमः, वृक्षे शाखा इति न इति एव अवगन्तव्यं किल भगिनि? हा हा सत्यम्, इत्युक्ते वयं लौकिकप्रयोगे प्रायः वदामः एव तत्र वृक्षे शाखा अस्ति अथवा वृक्षे पर्णानि सन्ति इति अथवा वृक्षे फलम् इत्यादिषु प्रयोगं तु कुर्मः एव. परन्तु तादृशप्रयोगः शास्त्ररीत्या पश्यामः चेत् असमीचीनप्रयोगः, इत्युक्ते तत्र वृक्षे शाखा इति दोषपूर्णप्रयोगः, वृक्षस्य शाखा इति वक्तव्यं. तत्र सम्बन्धविषयः अस्ति परन्तु तत्र अधिकरणम् इति नास्ति, तत्र वृक्षः शाखायाः अधिकरणम् इति वक्तुं न शक्नुमः. आम् आम् तदेव अत्र अस्ति, वृक्षस्य शाखा इत्यनेन वृक्षसम्बन्धिनी शाखा तावदेव इति अस्ति. अत्र तु वृत्यनियामकसम्बन्धः सम्भवति वृक्षस्य शाखा इति पदे. ओ तदपि सम्भवति, वृत्तिनियामकसम्बन्धः अपि सम्भवति. अधिकरणम् आदेयत वृत्तिनियामकसम्बन्ध. किन्तु अत्र कपि अत्र तु परन्तु तत्र तु कपिसंयोगवृक्षस्थले तु अग्रभागः वृक्षे इति कदापि न वक्तव्यं, वृक्षः अग्रभागे इति एव वक्तव्यम्. इत्युक्ते अस्माकं विषयः अत्र अस्ति अग्रभागः अपि च अधिकरणता इति, तयोः मध्ये समानाधिकरणम् अस्ति वा न वा इति प्रश्नः खलु. तस्य उत्तरं तु वस्तुतः तत्र तथा वक्तुं न शक्नुमः, इत्युक्ते अग्रभागः वृक्षे इति कदापि न वक्तुं शक्नुमः, सर्वदा वृक्षः अग्रभागे इत्येव वक्तुं शक्नुमः. तर्हि अधिकरणता वृक्षे अस्ति, अग्रभागः वृक्षे नास्ति, तर्हि तयोः मध्ये तादृश यत्र यत्र तत्र तत्र इति प्रयोगेन तत्र समानाधिकरण्यं साधयितुं न शक्नुमः कदापि. अस्तु अग्रे अपि पठतु भगिनि. एतावता प्रयत्नेन अग्रभागस्य किमर्थम् अवच्छेदकत्वं वक्तव्यम् इति प्रश्ने सति समाधानत्वेन कपिसंयोगस्य अव्याप्यवृत्तित्वनिर्वाहार्थम् अव्याप्यवृत्तिः इति सूचनार्थं ज्ञापनार्थम् अग्रभागस्य अवच्छेदकत्वम् अपि च वस्तुतः अग्रभागस्य कथनेन वयम् अवगच्छामः यत् यत् कपिसंयोगः वृक्षस्य एकस्मिन् भागे अस्ति, अपरस्मिन् भागे मूले च नास्ति, मूले कपिसंयोग अभावः. अतः अनेन व्यवहारे श्रोतुः मनसि स्पष्टतया जायते कपिसंयोगः कुत्र अस्ति कुत्र च नास्ति, अनेन साफल्यं प्राप्तम्. तर्हि अग्रभागः इति अवच्छेदकः तु अस्ति, किन्तु अन्यूना अतिरिक्तवृत्तिः न अपि तु अन्यप्रकारकः स्वरूपसम्बन्ध अवच्छेदकः. अत्र तु अग्रभागस्य अवच्छेदकत्वं किमर्थम् इति यदा प्रश्नः आगतः चेत् उत्तरमस्ति कपिसंयोगस्य अव्याप्य कपिसंयोगस्य अव्याप्यवृत्तिनिवा निर्वाहार्थम् एव अग्रभागस्य अवच्छेदकत्वम् इति. अव्याप्यवृत्तिः इति सूचनार्थं ज्ञापनार्थम् अग्रभागस्य अवच्छेदकत्वम् अव्याप्यवृत्तिः कुत्र अस्ति वा या कुत्र इति प्रश्नस्य उत्तरम् एव वदतु भगिनि. तदेव अग्रभागस्य अवच्छेदकत्वं. किमर्थम् इत्युक्ते अव्याप्यवृत्तिः तस्य ज्ञापनार्थमेव. सत्यम्. इत्युक्ते तत्र पश्यतु, वृक्षे यदा कपिः अस्ति अग्रभागे, तर्हि व्याप्यवृत्तित्वं नास्ति खलु. कपेः व्याप्यवृत्तित्वं वृक्षे नास्ति. यत्र कुत्रापि एकस्मिन् भागे तत्तु आरम्भे वयं दृष्टवन्तः व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति. इत्युक्ते वृक्षस्य एकस्मिन् भागे कपिः अस्ति, अन्यस्मिन् भागे कपिः नास्ति. तर्हि तद् एकस्मिन् भागे अस्ति, अन्यस्मिन् भागे नास्ति चेत् तत्र अग्रभागः इति अवच्छेदकः आवश्यकं भवति. यतोहि तेन वयं ज्ञातुं शक्नुमः कुत्र कपिसंयोगः अस्ति, कुत्र नास्ति इति. तर्हि तत्र अव्याप्यवृत्तित्वम् इति निर्वाहार्थम्, इत्युक्ते अव्याप्यवृत्तित्वम् इति यदा अस्ति तथा तादृशप्रश्नः आगच्छति. व्याप्यवृत्तित्वम् अस्ति चेत् तादृशप्रश्नः न आगच्छति खलु, यतोहि सर्वत्र कपिः अस्ति इति वयं ज्ञातुं शक्नुमः. परन्तु संयोगः इति गुणः तादृशगुणः नास्ति. अवगच्छति वा? आं भगिनि. यदा संयोगः व्याप्यवृत्तिगुणः अभविष्यत् तर्हि अवच्छेदकः, तादृश अवच्छेदकः इति प्रसङ्गः न उदेति. यतोहि तत्र कुत्र अस्ति अधिकरणे, कुत्र अस्ति, कुत्र नास्ति इति प्रश्नः न आगच्छति. परन्तु संयोगः इति गुणः तादृशगुणः नास्ति, परन्तु अव्याप्यवृत्तिगुणः. अव्याप्यवृत्तिगुणः इति कृत्वा तत्र अवच्छेदकः आवश्यकः, यतोहि तेन वयं ज्ञातुं शक्नुमः कुत्र अस्ति, कुत्र नास्ति इति. तदर्थमेव इदानीम् अवच्छेदकः इति आवश्यकः. तत्र अवच्छेदकः इति प्रसङ्गे अत्र अन्योन्य अनतिरिक्तवृत्तित्वरूप अवच्छेदकः न, यतोहि तादृश अवच्छेदकः अस्ति चेत् तत्र अवच्छेदकः अवच्छेद्य तयोः मध्ये समानाधिकरण्यं वर्तते. परन्तु अत्र तु तादृशसमानाधिकरणं नास्ति इति कृत्वा अत्र यः अवच्छेदकः अस्ति सः तु स्वरूपसम्बन्ध अवच्छेदकः इति पर्यवसितम्. अस्तु, तर्हि अग्रे अपि पठित्वा एतस्मिन् भागं प्रसमापयतु. आं भगिनि. ध्येयं यत् अवच्छेदकः द्विविधा, अन्योना अतिरिक्त वृत्तित्वरूप अवच्छेदकता, स्वरूपसम्बन्धरूप अवच्छेदकता च. अग्र अवच्छेदेन कपिसंयोग इत्यत्र संयोगनिष्ठ आदेयतानिरूपितवृक्षनिष्ठ अधिकरणता, तस्याः अवच्छेदकः अग्रदेशः. अत्र अग्रदेशनिष्ठ अवच्छेदकता स्वरूपसम्बन्धरूपा. घटे विद्यमाना या अभावीया प्रतियोगिता तत् अवच्छेदकं भवति घटत्वं. तत्र विद्यमानम् अवच्छेदकत्वम् अन्यूना अतिरिक्तवृत्तित्वरूपं. प्रतियोगितायाः अन्यून अनतिरिक्त वृत्ति घटत्वरूपधर्मः तत्र अवच्छेदकः. अत्र वृक्षे केवलं स्वरूपसम्बन्धरूप अवच्छेदकत्वम् अग्रदेशस्य. अन्यूना अतिरिक्तवृत्तित्वं नाम यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वं, यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता. व्याप्यत्वे सति व्यापकत्वम्. अत्र वृक्षे तु समानाधिकरणं करणीयम् अपि वक्तुं न शक्यते. यत्र यत्र कपिसंयोगनिरूपित अधिकरणता वृक्षे तत्र तत्र अग्रभागे अस्ति वा, अग्रभागः अस्ति वा, नास्ति. तर्हि अग्रभागस्य अन्योना अतिरिक्तवृत्तित्वं नास्ति, समानाधिकरण्यमपि नास्ति. अतः स्वरूपसम्बन्धरूप अवच्छेदकत्वम् इति एव वक्तव्यं, न तु व्याप्यत्वे सति व्यापकत्वरूप अवच्छेदकत्वम्. अत्र तु अवच्छेदकता द्विविधा प्रथमम् अस्ति. अन्योन्य अतिरिक्त वृत्तित्वरूप अवच्छेदकता स्वरूपसम्बन्ध रूप अवच्छेदकता इति. अग्र अवच्छेदेन कपि संयोगः इत्यत्र संयोगनिष्ठ आदेयता निरूपित वृक्षनिष्ठ अधिकरणता कुत्र अस्ति इत्युक्ते तस्याः अवच्छेदकः अग्रदेशः, अग्रदेशः अवच्छेदकः अस्ति. अग्रदेशनिष्ठ अवच्छेदकता तु स्वरूपसम्बन्धरूपा अस्ति. अत्र तु घटे विद्यमाना या अभावीया प्रत्युपिता तत् अवच्छेदकं भवति. घटे घटस्य यद् अभावः अस्ति तत् तस्याः अवच्छेदकम् अभावीयप्रतियोगिता तस्याः तस्य अवच्छेदकं भवति घटत्वम्. अवच्छेदकत्वं तत्र तु अन्योन्य अतिरिक्तवृत्तित्वरूपं भवति प्रतियोगितायाः अन्योन अनतिरिक्तवृत्तिघटत्वरूपधर्मः तत्र अवच्छेदः कः. घटत्वम् इति धर्मः तु अवच्छेदकः अस्ति. अत्र वृक्षे केवलं स्वरूपसम्बन्ध अवच्छेदकत्वम् अग्रदेशे, परन्तु वृक्षे तु स्वरूपसम्बन्धक्षणं भगिनि, तत्पूर्वं तद्वाक्यमस्ति खलु प्रतियोगितायाः अन्यून अनतिरिक्तवृत्ति घटत्वरूपधर्मः तत्र अवच्छेदकः, तत् किञ्चित् इतोपि वदति वा तस्मिन् विषये किञ्चित् इतोपि? घटे तु घटत्वम् अस्ति, तत् घटस्य धर्मः अस्ति. घट अभावः प्रतियोगिता तत्र अवच्छेदकः प्रतियोगितायाः अवच्छेदकः अस्ति घटत्वम् इति एव अवगन्तव्यं किल. सत्यं, प्रतियोगितायाः अवच्छेदकमस्ति घटत्वं. कीदृशघटत्वम् इति चेत् तत्र अन्यून अनतिरिक्तवृत्तिघटत्वं खलु. कीदृशम् इत्युक्ते प्रतियोगिता अपि च घटत्वं तयोः मध्ये तादृशसम्बन्धः अस्ति खलु अन्यून अनतिरिक्तवृत्ति इति. यतोहि तत्र तदेव तत्र वयं उक्तवन्तः यत्र यत्र तत्र तत्र इति सम्बन्धः. तस्मिन् विषये किञ्चित् इतोपि अधिकम् अग्रे आगच्छति, परन्तु इदानीं वयं अवगन्तुम् इदानीम् एतत् अवगच्छामः चेत् पर्याप्तं. तत्र अन्यून अनतिरिक्तवृत्ति इत्युक्ते यत्र यत्र तत्र तत्र इति भावः, इत्युक्ते यत्र यत्र प्रतियोगिता अस्ति तत्र तत्र घटत्वम् अस्ति, अपि च यत्र यत्र घटत्वम् अस्ति तत्र तत्र प्रतियोगिता अपि अस्ति, तयोः मध्ये तत्र घटत्वं घटं व्याप्य तिष्ठति तथैव प्रतियोगिता अपि घटं व्याप्य तिष्ठति खलु. तर्हि तत्र यत्र घटत्वं तत्र प्रतियोगिता, यत्र प्रतियोगिता तत्र घटत्वं, तर्हि तयोः मध्ये अन्यून्य अनतिरिक्तवृत्ति वृत्तित्वम् अस्ति इति कृत्वा तत्र घटत्वम् इति अवच्छेदकः अवच्छेदकं भवति अन्यून्य अनतिरिक्त वृत्ति वृत्तित्वं वृत्ति अवच्छेदकम् इति, अथवा अन्यून्य अनतिरिक्तवृत्ति घटत्वं. परन्तु इदानीं वृक्षः अपि च कपि संयोगः इति यदा वयम् उदाहरणं दृष्टवन्तः तत्र तादृशभावः अस्ति वा? नास्ति. यत्र यत्र तत्र तत्र इति तत्र न वक्तुं शक्नुमः. किमर्थम् इत्युक्ते अग्रदे यत्र यत्र अग्रदेशः अस्ति तत्र तत्र कपि संयोगः इति न वक्तुं शक्नुमः. अतः तत्र अन्योन अनतिरिक्तवृत्तित्व अवच्छेदकता नास्ति. इत्युक्ते यत्र यत्र कपिसंयोगनिष्ठ आदेयतानिरूपित अधिकरणता अस्ति तत्र तत्र अग्रभागः अस्ति इति वयं वक्तुं न शक्नुमः इति तत्र अन्योन्य अनतिरिक्तवृत्तित्वम् इति न सम्भवति. वृत्तित्वं नास्ति अग्रभागस्य इति कृत्वा तत्र समानाधिकरण्यमपि नास्ति इति तत्र स्वरूपसम्बन्धरूप अवच्छेदकत्वमेव, न तु अन्योन्य अनतिरिक्तवृत्तित्वरूप अवच्छेदकम् अथवा अवच्छेदकत्वम्. तत्र अन्योन्य अनतिरिक्तवृत्तित्वरूप अवच्छेदकम् इत्युक्ते तत्र व्याप्यत्वे सति व्यापकत्वरूप अवच्छेदकत्वम् इति तस्य लक्षणवाक्यमस्ति अन्योन्य अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वम् इत्यस्य. तस्य विवरणम् अग्रे इदानीम् आगच्छति. एतावत्पर्यन्तं स्पष्टं वा? आम् आम् अस्तु. तर्हि पुष्पा भगिनी भवती इदानीं पठति वा अग्रे? पूर्वम् उक्तं यत् घटत्वादिनिष्ठ प्रतियोगिता पूर्वम् उक्तं यत् घटत्वादिनिष्ठ प्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकत्वं मूलाग्रनिष्ठं भिन्नम्. इदानीं तत् कथम् अस्ति इति स्पष्टं स्यात्. एकवारं स्वशब्दैः कथनेन समीचीनः अभ्यासः स्यात्. अत्र मूलाग्रनिष्ठं भिन्नं किम्? इदानीं वयं तदेव दृष्टवन्तः खलु. तत्र इदानीं कपिसंयोगः इति यत् अग्रभागे अस्ति तत्र अग्रभागः इति एकः अवच्छेदकः तद् अवच्छेदकः तत्र घटत्वप्रतियोगितामध्ये घटत्वप्रतियोगितामध्ये यः अवच्छेदकः अवच्छेदकता इति भावः अस्ति तयोः मध्ये भेदः वर्तते खलु. तदिदानीं वयं साधितं सत्यं? यतोहि तत्र हा इत्युक्ते घटत्वप्रतियोगितामध्ये तत्र अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता अस्ति परन्तु अत्र तु स्वरूपसम्बन्धे स्वरूपसम्बन्धरूप अवच्छेदकत्वम् अस्ति. उत्तमं अग्रभागे सत्यम् अग्रभागः इति यः अवच्छेदकः अस्ति तस्मिन् तादृश अवच्छेदकत्वम् अस्ति. पारिभाषिकशब्द परिष्कारः अस्तु. घटे विद्यमानघटत्वम् घटत्वं प्रतियोगितयोः समानाधिकरणं घटे विद्यमानघटत्वप्रतियोगितयोः समानाधिकरणम् अतः समानाधिकरण्यं करण्यम् अस्तु समानाधिकरण्यम् अतः अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वं घटत्वे अस्तु अवच्छेदकं घटत्वं तच्च अन्यून अनतिरिक्तवृत्ति भवति तत्तु घटत्वे अग्रे पठतु तस्मिन् घटत्वे विद्यमाना अवच्छेदकता कीदृशी इति चेत् अन्यून अनतिरिक्तवृत्तित्वरूपावच्छेदकता अस्तु अस्तु अत्र प्रथमवाक्यमस्ति घटे विद्यमानघटत्वप्रतियोगितयोः समानाधिकरणं समानः घटः तु घटत्वप्रतियोगितयोः समानाधिकरण पुनः वदतु समानाधिकरण्यम् इत्युक्ते किं समानाधिकरणं समानाधिकरण्यम् इत्युक्ते किं कस्य कयोः अथवा कौ समानाधिकरणौ अत्र घट विद्यमानघटत्वप्रतियोगिता न न न न घटे विद्यमानघटत्वप्रतियोगिता इति अस्ति खलु घटे विद्यमानघटत्वप्रतियोगितयोः इति अस्ति तर्हि घटे किम् अस्ति बहुवचन न प्रतियोगितयोः इति बहुवचनम् बहुवचनं न विभक्ति किं विभक्ति का अथवा तत्र सप्तमी विभक्ति सप्तमी विभक्ति बहुवचनं अस्तु भगिनी तत्र लता इति पदस्य तत्र सप्तमी विभक्ति बहुवचनं किं बहुवचनं न बहुवचनं न अहं पृच्छामि वदतु लता इति पदस्य सप्तमी विभक्ति बहुवचनं किं लतायोः लतायोः इति बहुवचनं एकवचनं लतायोः लताभ्यां लतासु न लता पुनः वदतु एकवचनं किम् एकवचनम् एकवचनम् एकवचनं किं द्वयोः द्वयोः द्वे द्वे द्विवचनं न न एकवचनं किं वदतु प्रथमम् एकवचनं किम् एकवचनं नाम अस्तु एकवचनम् एकवचनं प्रतियोगि लतापदस्य न न एकक्षणं लतापदस्य एकवचनं द्विवचनं बहुवचनं सप्तमी व्यक्ति वदतु लतानां लता लता लतयोः न न लतानां नास्ति लतानां दोषं दोषः लतानाम् इति दोष दोषपूर्ण लतायां लतासु अस्तु लतासु भवती वदतु भवती वदति वा पृच्छति वा लतासु न त्रिषु वचनेषु वदतु भगिनी लता लतायां लतायोः लतयोः लतासु लतायोः लतासु लतयोः लतासु लतासु इति सम्यक् तदनन्तरं तथासु बहुवचनं सप्तमी विभक्ति बहुवचनं लतासु सम्यक् अस्तु तयोः द्विवचनम् अस्ति अत्र विद्यमानघटत्वप्रतियोगितयोः प्रतियोगितयोः लतयोः इव प्रतियोगितयोः तर्हि तत्र समानाधिकरण्यं कयोः समानाधिकरण्यं तर्हि अत्र घटत्वं च घट न घटः घटत्वस्य घटत्वम् अस्तु, घटघटत्वस्य घटघटत्वयोः मध्ये कथं समानाधिकरण्यं भवति? समानाधिकरणं घटः कुत्र, घटस्य अधिकरणं किं? घटत्वं घटे अस्ति. घटः कुत्र अस्ति? घटे घटः भूतले अस्ति. भूतले अस्ति अथवा स्वस्य अवयविनी अवयवेषु अस्ति खलु? तर्हि तयोः मध्ये समानाधिकरण्यं कथं भवति? एकक्षणं भगिनि, मम प्रश्नस्य उत्तरं वदतु. तत्र घटत्वं घटे अस्ति, घटः स्वस्य अवयवेषु अस्ति, तर्हि तयोः मध्ये समानाधिकरण्यं कथम्? समानाधिकरण्यम् इत्युक्ते अवगच्छति वा प्रथमं? समानाधिकरण्यम् इत्युक्ते किम्? समानः किं? समानाधिकरण्यम् इत्युक्ते किम्? समानाधिकरण्यं प्रतियोगिता, प्रतियोगिता. न न न भगिनि, न न समानाधिकरण्यम् इत्युक्ते किं? तस्य कुत्र कयोः मध्ये समानाधिकरण्यम् इति नास्ति मम प्रश्नः. समानाधिकरण्यम् इत्युक्ते किम्? द्वे वस्तु वस्तयो वस्तु द्वे सारि द्वयोः द्वयोः वस्तु वस्तुयो वस्तु वस्तुयोः न वस्तु वस्तुनोः वस्तुनोः मध्ये किं समानः अस्ति? न न न न न समानाधिकरणम् इत्युक्ते तत्र अधिकरणं समानं भवति चेत्, यदा तत्र धर्मः वा वस्तुः वा यत्किमपि भवतु, द्वे वस्तु तत्र वस्तुद्वयम् अस्ति इति चिन्तयतु इदानीं. तयोः अधिकरणं समानम् अस्ति चेत् इत्युक्ते इदानीं भूतले चिन्तयतु, घटः अस्ति अपि च पुस्तकम् अस्ति. घटस्य अधिकरणम् अपि भूतलं, पुस्तकस्य अधिकरणमपि भूतलं चेत् इदानीं घटपुस्तकयोः समानाधिकरण्यम् इति वक्तुं शक्नुमः. यतोहि घटस्य अधिकरणम् अपि च पुस्तकस्य अधिकरणं द्वयमपि समानं, द्वयमपि भूतलम् इति समानं. तर्हि तयोः समानाधिकरण्यम् इति वयं वक्तुं शक्नुमः. इदानीं घटः घटत्वम् इति प्रसङ्गे तथा अस्ति वा? घटस्य अधिकरणं तस्य अवयवः इति वयम् उक्तवन्तः, घटस्य अवयवः. घटत्वस्य अधिकरणं घटः. इदानीम् अधिकरणं समानमस्ति वा तयोः? घटस्य अपि च घटत्वस्य अधिकरणं समानं वा? विद्यमान तत्र न न न भगिनी, तत्र करपत्रे किम् अस्ति तद् मा पश्यतु, मम प्रश्नस्य उत्तरं वदतु. तत्र घटत्वम् अस्ति घटे, घटः अस्ति स्वस्य अवयवे, इदानीं घटत्वम् अपि च घटः तयोः अधिकरणं यदस्ति द्वयोः अपि, तत् समानमस्ति वा? अस्ति. कुत्र अस्ति? न घटस्य अधिकरणं किम्? इदानीमेव मया उक्तं खलु, घटस्य अधिकरणं किम्? घटस्य अधिकरणं घटत्वम्. न न न घटस्य अधिकरणं कथं घटत्वम् अभवत् भगिनि? अधिकरणम् इत्युक्ते किम् इति अवगच्छति वा? घटस्य अधिकरणं किम्? घटस्य अधिकरणं घटत्वम्. न घटस्य न न न घटस्य अधिकरणं किम्? अधिकरणम् इत्युक्ते किं? घटः कुत्र अस्ति इति प्रश्नस्य उत्तरं. घटः घटत्वे अस्ति वा? एकवारं वदतु, एकवारं घटः न न घटः कुत्र अस्ति? घटः कुत्र अस्ति? घटः कुत्र वर्तते? घटः घटत्वे वर्तते वा? न न भूतले अस्तु अथवा तत्र स्वस्य अवयवे इति वयम् उक्तवन्तः खलु घटे अस्ति वा घटः स्वस्य अवयवे इत्युक्ते कपालद्वयम् अस्ति चेत् कपाले अस्ति घटः कपाले अस्ति इति वयम् उक्तवन्तः आरम्भे स्मरति वा अवयवी अवयवेषु स्वस्य अवयवेषु अस्ति इति वयम् उक्तवन्तः तर्हि घटः कपाले अस्ति घटत्वम् इति घटे विद्यमानधर्मः कश्चन धर्मः घटत्वं घटे अस्ति घटः कपाले अस्ति घटत्वं घटे अस्ति इदानीं वदतु द्वयोः अधिकरणं समानं वा न पुस्तके करपत्रम् इदानीं त्यजतु केवलं शृणोतु अपि च वदतु तत्र सोचनं करोमि घटे घटत्वे च अधिकरणम् अस्ति वा न न न तद् नास्ति मम प्रश्नः घटः कपाले अस्ति घटत्वं घटे अस्ति घट अथवा घटस्य अधिकरणं कपालः घटत्वस्य अधिकरणं घटः इदानीं घटस्य अपि च घटत्वस्य अधिकरणं समानं वा इत्युक्ते घटः कपालः समानः समानवस्तुः वा समानं वा घटः घटः कपालः समानः नास्ति नास्ति तर्हि घटस्य अधिकरणं कपालः घटत्वस्य अधिकरणं घटः तर्हि द्वयोः अधिकरणं समानं वा न न धन्यवादः धन्यवादः तर्हि घटः अपि च घटत्वं द्वयोः अधिकरणं भिन्नं खलु तर्हि इदानीं सामान्याधिकरणं कयोः मध्ये इति प्रश्नः तत्र पश्यतु घटत्वम् अस्ति प्रतियोगिता अस्ति तर्हि प्रतियोगिता अपि च घटत्वं घटत्वं कुत्र अस्ति घटे अस्ति प्रतियोगिता कुत्र घटे अस्ति तर्हि तत्र समानाधिकरणम् अस्ति वा तत्र घटत्वम् अपि च प्रतियोगिता द्वयोः अधिकरणं समानं वा अस्ति भगिनि हा तर्हि घटे या प्रतियोगिता अस्ति अपि च घटे या घटत्वम् अस्ति द्वयोः समानाधिकरण्यम् अस्ति तर्हि तत्र घटत्वे यद् अवच्छेदकत्वम् अस्ति तद् अवच्छेदकत्वम् अन्यून्य अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वं यतोहि वयं वारं वारम् उक्तवन्तः तत्र प्रतियोगिता यत्र यत्र अस्ति तत्र तत्र घटत्वमस्ति घटत्वं यत्र यत्र अस्ति प्रतियोगिता तत्र तत्र अस्ति इति कृत्वा तयोः मध्ये तादृशसम्बन्धः अस्ति इति अवगच्छति वा अवगच्छामि अत्र घटत्वे विद्यमान अवच्छेदकता कीदृशी चेत् अन्यून अतिरिक्तवृत्तित्वरूप अवच्छेदकता हा उत्तमं तावदेव हा अग्रे पठतु यद्वयम् इदानीम् उक्तवन्तः तदेव अस्ति प्रतियोगिता यत्र यत्र अस्ति तत्र तत्र घटत्वम् अस्तु यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता इत्यनेन घटत्वं प्रतियोगितां प्रति अन्यूनवृत्ति अनतिरिक्तवृत्ति च उभयमपि समानाधिकरणं न तदेव उक्तम् इत्युक्ते अन्यूनवृत्ति इत्युक्ते तत्र न्यूनवृत्ति नास्ति इत्युक्ते घटत्वं यत्र अस्ति यत्र यत्र अस्ति तत्र तत्र एव प्रतियोगिता अस्ति इत्युक्ते न्यूनवृत्ति नास्ति अनतिरिक्त इत्युक्ते तद् भिन्नवृत्तित्वमपि नास्ति. तथैव प्रतियोगिता घटत्वयोः मध्ये अपि प्रतियोगिता यत्र अस्ति तदपेक्षया न्यूनवृत्ति नास्ति घटत्वं, अपि च तत्र भिन्नवृत्तित्वमपि नास्ति. तदेव उक्तं घटत्वं प्रतियोगितां प्रति अन्यून अनतिरिक्तवृत्ति. तर्हि घटत्वनिष्ठा अवच्छेदकता कीदृशस्वरूपं प्राप्नोति अन्यून अनतिरिक्तवृत्तित्वरूपम् आहत्य घटत्वम् अन्यून अनतिरिक्तवृत्ति तस्मिन् अन्यून अनतिरिक्तवृत्तित्वरूपावच अवच्छेदकता. अत्र घटत्वनिष्ठावच्छेदकता कीदृश अन्यून अतिरिक्त ओके तर्हि घटनिष्ठावच्छेदकता कीदृश कीदृशस्य कीदृशस्वरूपम् अस्ति प्राप्नोति प्रश्नमस्ति. अन्यून अनतिरिक्तवृत्तित्वरूपम् अस्ति तत्तु घटत्वनिष्ठा अवच्छेदकता अन्यून अनतिरिक्तवृत्तित्वरूपम् आहत्य घटत्वम् अन्यून अनतिरिक्तवृत्ति तस्मिन् अन्यून अनतिरिक्तवृत्तित्वरूपावच्छेदकता घटत्वं घटत्वम् उत्तमं यथा हा एकक्षणम् एकक्षणं इदानीं रामप्रिया भगिनी भवती पठति वा अग्रे. आं भगिनि. यथा गन्धवती पृथिवी, गन्धः पृथिव्यां, पृथिव्याः असाधारणधर्मः गन्धवत्वं, तत्र गन्धनिष्ठ आदेयतानिरूपित अधिकरणता पृथिव्यां विद्यमान अधिकरणता अवच्छेद्या पृथिवीत्वम् अवच्छेदकम्. तर्हि पृथ्वीत्वनिष्ठ अवच्छेदकता कीदृशी इति चेत् अन्योन्या अतिरिक्त वृत्तित्वरूपा. पृथ्वीत्वम् अवच्छेदकम् अन्योन्या अतिरिक्त वृत्ति. ततः उपरि गमनार्थम् अवच्छेदकयोगत्वम् इति भवति. अतः अन्योन्या अतिरिक्तवृत्ति योगः त्वम् इत्यपि भवति. भगिनी अत्र अनतिरिक्तवृत्ति अतिरिक्तवृत्ति इति पठितवती. अन्योन्य अतिरिक्त अनतिरिक्त अनतिरिक्त क्षम्यताम्. प्रथमं तु गन्धवती पृथ्वी यदा स्वीकुर्मः चेत् पृथिव्यां गन्धः अस्ति. पृथिव्याः गन्धवत्वं पृथिव्याः असाधारणधर्मः अस्ति. गन्धनिष्ठ आधेयता निरूपित अधिकरणता पृथिव्यां तत्र तु विद्यमान अधिकरणता अवच्छेद्या भवति. पृथिवीत्वम् अवच्छेदकं भवति. आम् अवच्छेद्या का अवच्छेद्या गन्धनिष्ठ आदेयता निरूपित अवधिकरणता तावदेव पृथिव्याम् आम् हा तर्हि अधिकरणता एव तत्र अवच्छेद्या खलु अवच्छेद्या अधिकरणता एव अवच्छेद्या अत्र पृथ्वीत्वं भवति अवच्छेदकम् पृथ्वीत्वनिष्ठ अवच्छेदकथा कीदृशी इत्युक्ते आम् तत्तु अन्योन्या अनतिरिक्त वृत्तित्वरूपा भवति. पृथ्वीत्वं अवच्छेदकम् अन्योन्या अनतिरिक्त वृत्ति अत्र पृथ्वीत्वमेव अवच्छेदकम्. उपरि गमनार्थं किं भवति इत्युक्ते अवच्छेदकः योगः त्वं तद्भवति अवच्छेदकत्वं भवति. आम् अन्योन्य अनतिरिक्तवृत्तियोगः त्वम् अन्योन्य अन्यूना अति अनतिरिक्तत्वं वृत्तित्वम् इति भवति. इत्युक्ते तस्मिन् विद्यमानभावः अन्योन्य अनतिरिक्तवृत्तित्वम् इति भावः अथवा अन्योन्य अनतिरिक्तवृत्ति अवच्छेदकत्वं कीदृशी अवच्छेदक तत्र अवच्छेदकता कीदृशी इत्युक्ते अन्योन्य अनतिरिक्तवृत्तित्वरूपा अथवा अवच्छेदकं कीदृशम् इत्युक्ते अन्योन्य अनतिरिक्तवृत्ति अवच्छेदकम्. अस्तु अग्रे पठतु. पुनः गन्धः कुत्र पृथिव्याम्? अतः गन्धनिष्ठ आदेयता निरूपित अधिकरणता पृथिव्याम्. तर्हि अधिकरणतायाः अवच्छेदकं पृथिवीत्वं किमर्थम् एवम् उक्तम् इति चेत् यत्र यत्र गन्धनिष्ठ आदेयता निरूपित अधिकरणता अस्ति तत्र तत्र पृथिवीत्वम् अस्ति. यत्र यत्र च पृथिवीत्वम् अस्ति तत्र तत्र गन्धनिष्ठ आदेयता निरूपित अधिकरणता अस्ति. दृष्टान्ते गन्धनिष्ठ आदेयता निरूपित अधिकरणता अस्ति नीलोत्पलपुष्पे तत्रापि पृथ्वीत्वम् अस्ति. घटपटादौ यत्र यत्र पृथ्वीत्वं तत्र तत्र गन्धनिष्ठ आदेयता निरूपित अधिकरणता अस्ति. तर्हि गन्धनिष्ठ आदेयता निरूपित अधिकरणतां प्रति पृथ्वीत्वम् अस्ति अन्योन्या अनतिरिक्तवृत्ति. पुनः प्रश्नः भवति गन्धः कुत्र अस्ति इति. गन्धः तु पृथिव्याम् अस्ति. गन्धनिष्ठ आदेयता निरूपित अधिकरणता कुत्र अस्ति इत्युक्ते पृथिव्याम् अस्ति. अधिकरणतायाः अवच्छेदकं भवति पृथ्वीत्वम्. आम् पृथिव्याम् अस्ति. आम् तद्भवति पृथ्वीत्वम्. किमर्थम् एवम् उक्तम् इत्युक्ते यत्र यत्र गन्धनिष्ठ आदेयता निरूपित अधिकरणता अस्ति तत्र तत्र पृथ्वीत्वम् अपि अस्ति. पुनः यत्र यत्र पृथ्वीत्वम् अस्ति तत्र गन्धनिष्ठ आदेयता निरूपित अधिकरणता अस्ति इत्युक्ते समानाधिकरणौ अस्ति इति. अन्य उदाहरणमपि अस्ति. गन्धनिष्ठ आदेयता निरूपित अधिकरणता अस्ति यदा नीलोत्पलपुष्पे अस्ति इत्युक्ते तत्रापि पृथ्वीत्वम् अस्ति. घट पटादौ यत्र यत्र पृथ्वीत्वम् अस्ति तत्र तत्र घट गन्धनिष्ठ आदेयता निरूपित अधिकरणता तत्रापि अस्ति. अतः गन्धनिष्ठ आदेयता निरूपित अधिकरणता प्रति पृथ्वीत्वम् अन्योन्या अनतिरिक्तवृत्तित्वम् वृत्ति इति अस्ति. पृथ्वीत्वम् अन्योन्या अनतिरिक्तवृत्ति इति अस्ति. इत्युक्ते गन्धः पृथिव्याः असाधारणधर्मः इति वयं दृष्टवन्तः. इत्युक्ते गन्धवत्वम् इति पृथिव्याः लक्षणम् इति अपि वयं पूर्वं दृष्टवन्तः खलु. तर्हि तत्र इत्युक्ते यः कोऽपि पार्थिवपदार्थः अस्ति चेत् तत्र गन्धः तु भवति एव. पार्थिव वस्तु यत्किमपि भवतु तद् अस्ति चेत् तस्मिन् गन्धः अस्ति एव, तस्मिन् पृथ्वीत्वम् अपि अस्ति यतोहि सः तु पार्थिववस्तुः. तर्हि तत्र पृथ्वीत्वं यत्र यत्र अस्ति तत्र तत्र गन्धः अपि अस्ति अथवा गन्धवत्वम् अपि अस्ति इति कृत्वा तयोः मध्ये तादृश अन्योन्य अनतिरिक्तवृत्ति इति वृत्तित्वम् इति भावः अपि वर्तते. अवगच्छति वा? आं भगिनि. पुष्पा भगिनी अग्रे पठति वा? हा अथवा एकक्षणं तत्र समापया भगिनी, भवती एव अग्रे पठित्वा किञ्चित् समापयतु, तदेव चिन्तनम् इतोपि किञ्चित् अधिकम् अस्ति, तदनन्तरं पुष्पा भगिनी पठतु. अन्योन अनतिरिक्तवृत्तित्वम् इति द्वन्द्वसमासः कथमिति पश्येम. पृथ्वीत्वं तस्याः अधिकरणतायाः अवच्छेदकं. किं निरूपित अधिकरणतायाः? गन्धनिष्ठ आदेयता निरूपित अधिकरणतायाः. तर्हि पृथ्वीत्वम् अवच्छेदकं, तच्च कीदृशम्? अन्योन अनतिरिक्तवृत्ति. अतः अन्योन अनतिरिक्तवृत्तित्वरूप अवच्छेदकत्वं पृथ्वीत्वे अस्ति. अन्योन अनतिरिक्तवृत्तित्वम् इति द्वन्द्वसमासः. द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकम् अभिसन्धते इति नियमः. अनेन अन्योन अनतिरिक्तवृत्तित्वम् इत्यस्मिन् वृत्तित्वम् उभयत्र अपि अन्वेति. अन्योन वृत्तित्वम् अनतिरिक्तवृत्तित्वम् इति. अत्र तु अन्योन अनतिरिक्तवृत्तित्वं द्वन्द्वसमासः इति वा इति दत्तमस्ति. किमर्थम् इति अत्र अस्ति. पृथ्वीत्वं तस्याः अधिकरणतायाः अवच्छेदकं. पृथ्वीत्वम् अस्ति अवच्छेदकम् अधिकरणतायाः इत्युक्ते पृथिव्याः अवच्छेदकम्. किं निरूपितम् अधिकरणता इत्युक्ते गन्धनिष्ठ आदेयता निरूपित अधिकरणतायाः. पृथ्वीत्वम् अवच्छेदकं कीदृशम् इत्युक्ते आम् अन्योन्य अनतिरिक्तवृत्ति इति. कुत्र अस्ति इत्युक्ते अवच्छेदकत्वं कुत्र अस्ति इत्युक्ते वृत्तित्व रूप अवच्छेदकत्वं पृथ्वीत्वे अस्ति. आम् अत्र किमर्थं पृथ्वीत्वे अस्ति? किमर्थं पृथ्वीत्वम् अवच्छेदकम् अस्ति अन्योन्य अनतिरिक्तवृत्तित्व रूप अवच्छेदकत्वं पृथ्वीत्वे अस्ति. उत्तमम्. इत्युक्ते पृथ्वीत्वम् इति अन्योन्य अनतिरिक्तवृत्तित्वरूप अवचेतकम् अस्ति. तस्य भावः अन्योन्य अनतिरिक्तवृत्तित्वरूप अवचेतकत्वं यत् पृथ्वीत्वे अस्ति. तत्तु द्वन्द्वसमासः. अन्योन्य अनतिरिक्तवृत्तित्वम् इति द्वन्द्वसमासः. श्रूयमाणं आम् द्वन्द्वसमासे आम् अभिसन्दते इति नियमः. आम् कः अभिसन्दते? प्रत्येकं पदम् अभिसन्दते. यदा मातापितरौ इति किल भगिनि. इत्युक्ते अत्र पश्यतु, अत्र अन्योन्य अनतिरिक्तवृत्तित्वम् इति अस्ति खलु. तर्हि अन्योन्यवृत्तित्वम् अपि च अनतिरिक्तवृत्तित्वम्, अन्योन्य अनतिरिक्त इति तत्र द्वन्द्वसमासः. तर्हि वृत्तित्वम् इति पदं तत्र उभयत्रापि तत्र तस्य अन्वयः उभयत्रापि भवति. इत्युक्ते अन्योन्यपदस्य पदेन अपि तत् तस्य अन्वयः भवति. अनतिरिक्त इति पदेन अपि तस्य अन्वयः भवति. तर्हि अन्यून्यवृत्तित्वम् अपि च अनतिरिक्तवृत्तित्वम् इति कृत्वा तत्र अन्यून्य अनतिरिक्तवृत्तित्वम् इति भवति. इत्युक्ते अन्यून्य इत्युक्ते तस्य वृत्तित्वं इत्युक्ते पृथ्वीत्वं गन्धः इति इदानीं यदा अस्माकं दृष्टान्तः अस्ति तत् पश्यामः चेत् तत्र पृथ्वीत्वम् इत्यस्य वृत्तित्वं न्यूनं नास्ति गन्धस्य अपेक्षया, अपि च अतिरिक्तः अपि नास्ति. इत्युक्ते अतिरिक्तः इत्युक्ते भिन्नः अथवा अन्यत्र अस्ति इति, तद्विहाय अन्यत्र कुत्रापि अस्ति वा इति चिन्तयामः चेत् तथापि नास्ति. इत्युक्ते यत्र यत्र गन्धः अस्ति तत्र तत्र तत्र पृथ्वीत्वम् अस्ति, यत्र यत्र पृथ्वीत्वम् अस्ति तत्र तत्र गन्धः अस्ति, तयोः मध्ये तत्र तादृशभेदः न वर्तते. इत्युक्ते यदा तत्र गणितपाठे तत्र सेट् इति अथवा वेन् डायग्राम् इति वयं दृष्टवन्तः खलु, तत् पश्यामः चेत् एकस्य सेट् अन्यस्य सेट् तयोः मध्ये भेदः नास्ति इति एव अस्ति अत्र. तयोः हा वृत्तित्वं समानः, सत्यं. तदेव तदर्थमेव तत्र समानाधिकरणीयम् इति तदेव वदामः. हा इदानीं पुष्पा भगिनी अग्रे पठतु. व्याप्यते व्याप्यत्वे न न न पृथिव्याः दृष्टान्ते पृथिव्याः पृथिव्याः दृष्टान्ते पृथ्वीत्वस्य ग्रन्थस्य च तयोः अन्यून अनतिरिक्त वृत्तित्वम् अनेन पृथ्वीत्वं गन्ध अनतिरिक्तवृत्ति इत्युक्ते गन्धः यत्र नास्ति तत्र पृथ्वीत्वं न भवति. तदा पृथ्वीत्वं गन्ध अन्यूनवृत्तिनाम यत्र गन्धः अस्ति तत्र पृथ्वीत्वं नास्ति इति कुत्रापि न लभ्यते. अपि च विपरीतत्वेन गन्धः पृथ्वीत्व अनतिवृत्तिः गन्धः पृथ्वीत्व अन्यूनवृत्तिः च. एतत् सर्वम् अपरेषु शब्देषु उच्यते चेत् व्याप्यत्वे सति व्यापकत्वं तस्य च अर्थः अत्र वक्षमाणः. पठामि तत्र तु वक्षमाणः न व्याप्यते वक्षमाणः इत्युक्ते अग्रे आगच्छति इति अग्रे उच्यते अस्ति. पृथिव्याः दृष्टन्ते दृष्टान्ते पृथ्वीत्वस्य गन्धस्य च तयोः पृथ्वीत्वस्य गन्धस्य तयोः अन्यून अनतिरिक्तवृत्तित्वं तत्र समानः समानः इति मास्तु भगिनि, समानाधिकरण्यम् इति वदतु. तत्र पृथ्वीत्वं भिन्नं गन्धः भिन्नः, तौ समानौ इति न, परन्तु तस्य अधिकरणं तयोः अधिकरणं यदस्ति तत् समानं. अधिकरणं यत्र अस्ति तत् अनेन पृथ्वीत्वं गन्ध अनतिरिक्त वृत्ति अनेन पृथ्वीत्वं गन्ध अनतिरिक्तवृत्ति अस्त उपरि पठाया न अग्रे पठतु इत्युक्ते गन्धः यत्र नास्ति तत्र पृथ्वीत्वं न भवति. अस्तु, तत्तु अर्थम् आयाति. तदा इत्युक्ते तत्र अनतिरिक्तवृत्ति इत्युक्ते तत्र यत्र एकः पदार्थः नास्ति तत्र द्वितीयपदार्थः अपि नास्ति. तदा पृथ्वीत्वं पृथ्वीत्वगन्ध अन्यूनवृत्ति नाम तत्र गन्धः अस्ति, तत् यत्र गन्धः अस्ति तत्र पृथ्वीत्वं नास्ति इति कुत्रापि न लभ्यते. हा, इत्युक्ते पृथ्वीत्वगन्ध अन्यूनवृत्ति वदते यत्र गन्धः अस्ति तत्र पृथ्वीत्वं नास्ति इति न लभ्यते. इत्युक्ते भवती स्वस्य शब्दैः किञ्चित् वदतु तत्र. पृथ्वीत्वगन्ध अन्यूनवृत्ति विषयं पृथ्वीत्वं गन्धः यत्र गन्धः नास्ति तत्र पृथ्वीत्वं नास्ति अनतिरिक्तवृत्तिः. अस्तु, तत्र यत्र गन्धः नास्ति तत्र पृथ्वीत्वं नास्ति इति अनतिरिक्तवृत्ति. अन्यून्यवृत्ति इत्युक्ते किम्? यत्र गन्धः अस्ति तत्र पृथ्वीत्वं नास्ति इति कुत्रापि न लभ्यते इत्युक्ते किम्? न्यूनवृत्ति पृथ्वीत्वं गन्ध अन्यूनवृत्ति नाम यत्र गन्धः अस्ति तत्र पृथ्वीत्वं नास्ति इति कुत्रापि न लभ्यते. पृथ्वीत्व अनतिरिक्ते गन्धः अस्ति चेत् यत्र नास्ति पृथ्वीत्वं नास्ति न अत्र अनतिरिक्तवृत्तित्वं न तत् पारिभाषिकशब्दः मास्तु इदानीं. तर्हि केवलं तत्र यत्र गन्धः अस्ति तत्र पृथ्वीत्वं नास्ति इति कुत्रापि न लभ्यते इत्युक्ते किम्? अन्यूनवृत्ति न भगिनि, अन्यून्यवृत्ति अनतिरिक्तवृत्ति इति तादृशपारिभाषिकशब्दः मास्तु. यत्र गन्धः अस्ति तत्र पृथ्वीत्वं नास्ति इति कुत्रापि न लभ्यते इत्युक्ते किम्? तद्वदते गन्धः अस्ति चेत् पृथ्वीत्वम् अस्ति. हा, तावदेव, तदेव. हा, बहु सम्यक्. गन्धः अस्ति चेत् तत्र पृथ्वीत्वमपि अस्ति इति इत्युक्ते गन्धः एकस्मिन् पदार्थे गन्धः अस्ति परन्तु अत्र पृथ्वीत्वं नास्ति इति तादृशपदार्थः एव नास्ति. तत्र गन्धः अस्ति चेत् तत्र निश्चयेन पृथ्वीत्वमपि भवति एव. अग्रे अग्रे विपरीतत्वेन गन्धः पृथ्वीत्व अनतिरिक्तवृत्तिः गन्धः पृथ्वीत्व अन्यूनवृत्तिः च द्वेपि समानः. न द्वे अपि समानः इति न, द्वेपि गन्धः विपरीत अनतिरिक्तवृत्तिः न समान समान तयोः द्वन्द्वसमासः द्वन्द्व न तयोः सामानाधिकरण्यं खलु. गन्धः अपि च पृथ्वीत्वं तयोः मध्ये सामानाधिकरण्यम् अस्ति. इदानीं गन्धः विपरीतत्वेन इति यदा उक्तं तत्र यत् पूर्वम् इदानीं भवती एव यत् पठितवती इत्युक्ते पृथ्वीत्वं गन्धानतिरिक्तवृत्तिः इत्युक्ते गन्धः यत्र नास्ति तत्र पृथ्वीत्वं न भवति. तथैव गन्धः पृथ्वीत्व अनतिरिक्तवृत्तिः इत्युक्ते यत्र पृथ्वीत्वं नास्ति तत्र गन्धः न भवति. तथैव यत्र पृथ्वीत्वम् अस्ति तत्र गन्धः नास्ति इति कुत्रापि न लभ्यते इति तत्र द्वितीयं. तत्र गन्धः पृथ्वीत्वा अन्यूनवृत्तिः सत्यम्. एतत् सर्वम् अपरेषु शब्देषु उच्यते चेत् व्याप्यते सति व्यापकत्वं तस्य च अर्थः तत्र अत्र वक्ष्यमाणः. इत्युक्ते तत्र यद्वयम् अन्यून्य अनतिरिक्तवृत्तित्वम् इति एतावत्पर्यन्तं पठितवन्तः तदेव अस्ति तत्र अपरेषु शब्देषु. इत्युक्ते विभिन्नरीत्या तदेव विषयः वक्तव्यं चेत् व्याप्यत्वे सति व्यापकत्वम् इति वयं वक्तुं शक्नुमः. इदानीं व्याप्यत्वे सति व्यापकत्वम् इत्युक्ते किम् इति किञ्चित् पश्यामः. तर्हि पठतु भगिनि. व्याप्यते सति व्यापकत्वम् इत्यनेन अन्यूनाति अनतिरिक्त वृत्तित्वम् अत्र अवधेयं यत् न्यायशास्त्रे न्यायत्वं व्याप्यत्वं व्यापकत्वं च इत्यनयोः अर्थद्वयं भवति. व्याप्यत्वस्य एकः अर्थः न्यूनदेशवृत्तित्वं यथा घटत्वं पटत्वं दण्डत्वम् इत्यादिकं पृथिव्यापेक्षया व्याप्यं पृथ्वीत्वापेक्षया व्याप्यं न्यूनदेशवृत्ति अति इति अस्माकं परिचितः अर्थः. किन्तु व्याप्यत्वस्य कश्चन द्वितीयः अर्थः तद् अभाववत् आवृत्तित्वम्. अत्र तु व्याप्यते सति व्यापकत्वं विवरणं कृतम् इति अनेन अन्यून अनतिरिक्त वृत्तित्वं व्याप्यते सति व्यापकत्वम् अन्यून अनतिरिक्तवृत्तित्वम् अस्तु. अत्र अवधेयं यत् न्यायशास्त्रे व्याप्यत्वं व्यापकत्वं च इत्यनयोः अर्थद्वयं भवति. द्वे समानः नास्ति. द्वे अर्थ न न इत्युक्ते समानं नास्ति इति एकं, परन्तु व्याप्यत्वम् इति पदस्य अर्थद्वयमस्ति, व्यापकत्वम् इति पदस्य अपि अर्थद्वयमस्ति. इदानीं व्याप्यत्वस्य अर्थद्वयं किम् इति दत्तमस्ति. इत्युक्ते एकमस्ति न्यूनदेशवृत्तित्वं. न्यूनदेशवृत्ति इत्युक्ते किम्? न्यूनदेशवृत्तित्वं व्याप्यत्वस्य एकः अर्थः ओ न्यूनदेशवृत्तित्वं तत्तु न्यूनदेशवृत्ति इत्युक्ते न्यूनदेशवृत्ति इत्युक्ते अत्र दत्तमस्ति खलु, यथा घटत्वं पटत्वम् इति पृथ्वीत्वम् अपेक्षया न्यूनदेशवृत्ति इति. इत्युक्ते घटत्वे अपि पृथ्वीत्वम् अस्ति, पटत्वे अपि पृथ्वीत्वम् अस्ति, पार्थिववस्तूनि यत्किमपि भवतु अत्र तत्र तत्र पृथ्वीत्वम् इति भावः अस्ति एव इति कृत्वा पृथ्वीत्वम् इति अधिकदेशवृत्तिः, घटत्वं पटत्वम् इति न्यूनदेशवृत्तिः खलु. इत्युक्ते घटः अस्ति, पटः अस्ति, पुस्तकमस्ति इति चिन्तयतु. घटे घटत्वम् अस्ति, घटे पृथ्वीत्वमपि अस्ति. पटे पटत्वम् अस्ति, पटे पृथ्वीत्वमपि अस्ति. पुस्तके पुस्तकत्वम् अस्ति, पुस्तके पृथ्वीत्वमपि अस्ति. इत्युक्ते इदानीं पश्यतु, घटत्वं केवलं घटे, पटत्वं केवलं पटे, पुस्तकत्वं केवलं पुस्तके, परन्तु पृथ्वीत्वं सर्वत्र. तर्हि पृथ्वीत्वम् इति अधिकदेशवृत्ति, घटत्वम् इति न्यूनदेशवृत्ति. तादृशन्यूनदेशवृत्तित्वं व्याप्यत्वम् इति वदामः इति प्रथम अर्थः. एतत्तु वयं पूर्वं चर्चितवन्तः. द्वितीय अर्थः अस्ति तदभाववत् अवृत्तित्वम् इति. तत् किम् इति अग्रे आयास्यति. तर्हि केवलम् इदानीं परिचयमेव, तत्र तदभाववत् अवृत्तित्वम् इति द्वितीयार्थः इति. अग्रे पठतु भगिनि, इदानीं व्यापकत्वविषये. तथा एव व्यापकत्वम् इति अस्य अपि इति अस्य अपि न इति अस्य अपि अर्थद्वयं. हा हा, अस्तु अस्तु, व्यापकत्वम् अस्ति इति अस्य. ओके, व्यापकत्वम् एकः अर्थः, अधिकदेशवृत्तित्वम् इति अस्माकं परिचितः अर्थः. यथा द्रव्यत्वं पृथ्वीत्वस्य व्यापकं, यतोहि पृथ्वीत्वापेक्षया द्रव्यत्वम् अधिकदेशे अस्ति. किन्तु व्यापकत्वस्य द्वितीयः अर्थः तत् समानाधिकरण अप्यन्ताभाव अप्रतियोगित्वं. हा अस्तु, तत्तु अत्र व्यापकत्वं विवरणं कृतं. तत्तु द्वे अर्थे सन्ति न. अर्थं तु नपुंसकलिङ्गन अर्थम् अर्थः तु अर्थौ द्वौ अर्थौ अस्ति. स्तः द्वौ अर्थौ स्तः स्तः स्तः अस्तु अस्तु भगिनि स्तः. व्यापकत्वस्य एकः अर्थः अधिकदेशवृत्तित्वं, तत्तु यथा द्रव्यत्वं. भगिनि एकक्षणम्, अहं पुनः पुनः उक्तवती यत् तत्र अस्ति तदेव पुनः पठति चेत् प्रयोजनं नास्ति. एकवारं पठित्वा भवती स्वस्य शब्दैः वदतु, नो चेत् न कोऽपि लाभः. एकवारं भवती पठितवती खलु, तदनन्तरं यदा वदति भवती स्वस्य शब्दैः वदतु. द्रव्यत्वं पृथ्वीत्वस्य व्यापकं किमर्थं? तत्तु अधिकदेशे अस्ति, पृथ्वीत्वम् अपेक्षया अधिकदेशे अस्ति. यथा तत्र पृथ्वीत्वं केवलं पृथ्व्यां, परन्तु द्रव्यत्वं पृथिव्यामपि अस्ति, अपि च द्रव्यत्वं तत् सर्वेपि अस्ति. न पृथ्वीत्वं सर्वेपि अस्ति. न पृथ्वीत्वं सर्वे इत्युक्ते सर्वे पार्थिववस्तुषु, सर्वेषु पार्थिववस्तुषु पृथ्वीत्वम् अस्ति. परन्तु द्रव्यत्वं सर्वेषु द्रव्येषु अस्ति खलु, तर्हि द्रव्यम् इति तत्र अधिकदेशवृत्तिः, द्रव्यत्वम् इति अधिकदेशवृत्तिः, पृथ्वीत्वम् इति न्यूनदेशवृत्तिः तस्य अपेक्षया. तत्र स्तरः अस्ति खलु, घटत्वस्य अपेक्षया पृथ्वीत्वम् अधिकदेशवृत्तिः, पृथ्वीत्वस्य अपेक्षया द्रव्यत्वम् अधिकदेशवृत्तिः. अवगच्छति वा? एकवारं वदतु. घटत्वस्य अपेक्षया पृथ्वीत्वम् अधिकदेशवृत्तिः, पृथ्वीत्वस्य अपेक्षया द्रव्यत्वम् अधिकदेशवृत्तिः. अस्तु. अपि च द्वितीय अर्थः अस्ति तत् समानाधिकरण अत्यन्ताभाव अप्रतियोगित्वम् इत्युक्ते किम् इति अपि अग्रे आगच्छति. तर्हि इदानीं निमिषद्वयम् अस्ति, तर्हि रामप्रिया भगिनी भवती अग्रे पठति वा, तत्र व्याप्यस्य विषये किञ्चित् पठित्वा अद्य स्थगयामः. आं भगिनि. दृष्टान्ते घटे घटत्वं च प्रतियोगिता च इति पश्येम. द्वयोः अन्योना अनतिरिक्तवृत्तित्वम् अस्ति. अत्र एकस्य अपेक्षया अधिकदेशवृत्तित्वम् इति नास्ति, अपरस्य अपेक्षया न्यूनदेशवृत्तित्वम् इति नास्ति, अपि तु द्वयोः क्षेत्रं समानम्, अतः अन्योना अनतिरिक्तवृत्तित्वं समानाधिकरणं च. तदापि प्रतियोगितायाः घटत्वस्य च व्यापकभावः अस्ति इति उच्यते. किन्तु अत्र देयं यत् इदं व्याप्यत्वं व्यापकत्वं च न्यूनदेशवृत्तित्वम् अधिकदेशवृत्तित्वं न. अत्र पश्यतु यत् घटत्वं प्रतियोगितायाः व्याप्यं व्यापकं च उभयमपि. उच्यते यत् घटत्वं प्रतियोगितायाः व्याप्यं व्यापकं च इत्यस्य अर्थः प्रतियोगितायाः यः अभावः तद्वत् अवृत्तित्वं घटत्वे, अपि च प्रतियोगितावद्वृत्ति अत्यन्त अभाव अप्रतियोगित्वं घटत्वे नास्ति चिन्ता. अग्रे अस्य अर्थः स्पष्टः स्यात्. एतावत् मनसि भवेत् यत् अत्र घटत्वं प्रतियोगिता द्वयोः मध्ये एकं व्यापकम् अन्यत् व्याप्यम् इति नास्ति, अपि तु अनयोः परस्पर व्यापकत्वं परस्परव्याप्यत्वम् उभयत्र अस्ति इति. घटे घटत्वमपि अस्ति, प्रतियोगिता अपि अस्ति. प्रथमं अन्योन अनतिरिक्तवृत्तित्वं द्वयोः मध्ये, द्वयोः इत्युक्ते घटत्वं प्रतियोगितयोः मध्ये अस्ति. अत्र एकस्य अपेक्षया अधिकवृत्तित्वम् इति, अत्र तु एकस्य अपेक्षया अधिकवृत्तित्वम् अन्यून्य, एकक्षणं भगिनि, अन्यून्य अनतिरिक्तवृत्तित्वम् इत्युक्ते व्याप्यत्वे सति व्यापकत्वम् इति वयं दृष्टवन्तः खलु. तर्हि व्याप्यत्वस्य एकः अर्थः अस्ति न्यूनदेशवृत्तित्वम् इति, व्यापकस्य एकः अर्थः अस्ति अधिकदेशवृत्तित्वम् इति. तर्हि व्याप्यत्वे सति व्यापकत्वम् इत्युक्ते तादृश अधिकदेशवृत्तित्वं न्यूनदेशवृत्तित्वम् इति विषयः नास्ति, यतोहि द्वयोः समानाधिकरण्यम् अस्ति. तर्हि एकस्य अधिकदेशवृत्तित्वम् अपरस्य न्यूनदेशवृत्तित्वम् इति वयं वक्तुं न शक्नुमः. तर्हि द्वयोः मध्ये व्याप्यव्यापकः भावः अस्ति इति कथनेन तादृश अर्थः नास्ति यथा न्यूनदेशवृत्तित्वम् अधिकदेशवृत्तित्वम् इति प्रसङ्गः नास्ति. अपि च तत्र अन्यर्थः यद्वयम् अग्रे पश्यामः, तदभाववत् अवृत्तित्वम्, अपि च तत् समानाधिकरण अत्यन्तभाव अप्रतियोगित्वम् इति अपरः अर्थः यः अस्ति, तदेव तस्य एव क्षेत्रम् एतत्, न तु अधिकदेशवृत्तित्वं न्यूनदेशवृत्तित्वम् इति. यतोहि द्वयम् अपि व्याप्यं व्यापकं च इत्युक्ते तत्र एकस्य अधिकदेशवृत्तित्वम् अपरस्य न्यूनदेशवृत्तित्वम् इति नास्ति खलु. तर्हि द्वयस् तादृश अर्थः नास्ति, परन्तु द्वयमपि अत्र व्याप्यं व्यापकम् इति उभयमपि अत्र अस्ति. तर्हि अत्र तदभाववत् अवृत्तित्वम् अपि च तत् क्षम्यतां तत् समानाधिकरण अत्यन्त अभाव अप्रतियोगित्वम् इति तादृश विषयः आगच्छति इति एव अस्ति अत्र. अस्तु अस्तु, इतोपि तत्र लघु परिच्छेदः अस्ति खलु, तत् पठित्वा समापयामः, यतोहि तत्र किञ्चित् प्रसङ्गः. द्रव्यत्वं पृथ्वीत्वम् इति स्थितौ एकं व्यापकम् अन्यत् व्याप्यं, तत्र व्यापक व्याप्ययोः अर्थः भिन्नः, किन्तु अत्र घटत्वप्रतियोगितयोः स्थितौ परस्परव्यापकत्वं परस्परव्याप्यत्वम् उभयथा. एकस्य अधिकदेशः अपरस्य न्यूनदेशः इति किमपि नास्ति, तदर्थं द्वयोः अन्योन्य अनतिरिक्तवृत्तित्वम् अस्ति. अतः व्याप्यत्वे सति व्यापकत्वम् इत्यनेन एकस्य अधिकदेशः अपरस्य न्यूनदेशः इति अर्थः नास्ति. तदेव भवती उक्तवती किल? तदेव अत्र पुनः तदेव उक्तमस्ति. तर्हि अत्र अद्य समापयामः. प्रश्नः अस्ति वा? नास्ति भगिनि, स्पष्टं. पुष्पा भगिनी, भवत्याः प्रश्नः अस्ति वा? एतावत्पर्यन्तम् अवगतं वा? नास्ति भगिनि. उत्तमम्. अस्तु, तर्हि अत्र अद्य समापयामः. आगामिकक्षायां प्रायः एतत् करपत्रं समाप्य अग्रे पुस्तकात् पठेम. शुभरात्रिः. धन्यवादः भगिनि. शुभरात्रिः.